द्वितीयखण्डः लोकेशपञ्चदं सामपासीतः पृथिवीहङ्कारः अग्निः प्रस्ताव अन्तरिक्षमुद्गीतः आदित्यः प्रतिहारोद्यौ निधनमिति ऊर्ध्वेषु कानि पुनः तानि साधुदृष्टिविशिष्टानि समस्तानि सामानि उपास्यानि इति इमानि तानि उच्यन्ते लोकेषु पञ्चविधम् इत्यादीनि ननु लोकादिदृष्ट्या तानि उपास्यानि साधुदृष्ट्या च इति विरुद्धं न साध्वर्थस्य लोकादिकार्येषु कारणस्य अनुगतत्वात् मृदादिवतो घटादिविकारेषु साधुशब्दवाच्यो अर्थो धर्मो ब्रह्म वा सर्वथापि लोकादिकार्येषु अनुगतम् अतः यथा यत्र घटादिदृष्टिः मृदादिदृष्टिः अनुगता एव सा तथा साधुदृष्ट्यनुगता इव लोकादिदृष्टिः धर्मादिकार्यत्वात् लोकादीनां यद्यपि कारणत्वम् अविशिष्टं ब्रह्मधर्मयोः तथापि धर्म एव साधुशब्दवाच्यः इति युक्तं साधुकारी साधुर्भवति इति धर्मविषये साधुशब्दप्रयोगात् ननु लोकादिकार्येषु कारणस्य अनुगत्वात् अर्थप्राप्ता इव तद्दृष्टिरिति साधुसाम इत्युपास्ति इति न वक्तव्यम् न शास्त्रगम्यत्वात् तद्दृष्टिः सर्वत्र हि शास्त्रप्रापिता एव धर्मः उपास्यः न विद्यमानापि अशास्त्रीयः लोकेषु पृथिव्यादिषु पञ्चविधं पञ्चभक्तिभेदेन पञ्चप्रकारं साधु समस्तं साम उपासीत् कथं पृथिवी हिङ्कारः लोकेषु इति या सप्तमी तां प्रथमात्मेन विपरिणमय्य पृथिवीदृष्ट्या हिङ्कारे पृथिवी हिङ्कारः इति उपासीत् व्यत्यस्य वा सप्तमी श्रुतिं लोकविषयां हिङ्कारादिषु पृथिव्यादिदृष्टिं कृत्वा उपासीत् तत्र पृथिवी हिङ्कारः प्राथम्यसामान्यात् अग्निः प्रस्ताव अग्नौ हि कर्माणि प्रस्तूयन्ते प्रस्तावश्च भक्तिः अन्तरिक्षम् उद्गीतः अन्तरिक्षं हि गगनं गकारविशिष्टश्च उद्गीतः आदित्यः प्रतिहारः प्रतिप्राण्यभिमुखत्वात् मां प्रति इति द्यौर्निधनं दिवि निधीयन्ते हि इतो गतः इति ऊर्ध्वेषु ऊर्ध्वगतेषु लोकदृष्ट्या सामुपासनम् अथ आवृत्तेषु द्यौर्हिङ्करः आदित्यः प्रस्तावः अन्तरिक्षमुद्गीतो अग्निप्रतिहारः पृथिवीनिधनम् अथ आवृत्तेषु अवाङ्मुखेषु पञ्चविधम् उच्यते सामुपासनं गत्यागतिविशिष्टा हि लोकः यथा ते तथा दृष्ट्या एव सामुपासनं विधीयते यतः अतः आवृत्तेषु लोकेषु द्यौर्हिङ्करः प्राथम्यात् आदित्यः प्रस्तावः उदितैः आदित्यप्रस्तूयन्ते कर्माणि प्राणिनः अन्तरिक्षम् उद्गीतः पूर्वत् अग्निः प्रतिहारः प्राणिभिः प्रतिहृणात् अग्निः पृथिवी निधनं तद आगतानाम् इह निधनात् कल्पन्ति अस्मि लोकः ऊर्ध्वाश्च आवृत्ताश्च ये एतदिं विद्वान् लोकेषु पञ्चविंसामुपास्ते उपासनफलं कल्पन्ते समर्था भवन्ति ह अस्मै लोकः ऊर्ध्वश्च आवृत्ताश्च गत्यागतिविशिष्टा भोग्यत्वेन व्यवतिष्ठन्ते इत्यर्थः य एतदेव विद्वान् लोकेषु पञ्चविधं समस्तं साधु साम इत्युपास्ति इति सर्वत्र योजना पञ्चविधे सप्तविधे च इति द्वितीयखण्डभाष्यम् अथ तृतीयखण्डः दृष्टौ पञ्चविधं सामुपासीतः पुरोवातोऽहङ्कारो मेघो जायते स प्रस्तावो वर्चति स उद्गीतो विद्योतदे स्तनयति स प्रतिहारा उद्गृह्णाति तन्निधनं दृष्टौ पञ्चविधं सामुपासीतः लोकस्थितेः वृष्टिनिमित्तत्वात् आनन्तर्यं पुरोवातोऽहङ्कारः पुरोवातादि उद्ग्रहणान्ता हि वृष्टिः यदा साम हिङ्कारादिनिधनार्थम् अतः पुरोवातो हिङ्कारः प्राथम्यात् मेघो जायते स प्रस्तावः प्रावृषि मेघजन्ये वृष्टेः प्रस्ताव इति प्रसिद्धिः वर्षति स उद्गीतः श्रैष्ठ्यत् विद्योतते स्तनयति स प्रतिहारः प्रतिहृतत्वात् उद्गृह्णाति तत् निधनं समाप्तिसामान्यत् वर्षति हस्मै वर्षति ह य एतदयं विद्वं दृष्टौ पञ्चविदंसामुपस्थे फलमुपासनस्य वर्षति ह अस्मै इच्छतः तथा वर्षयति ह असत्यमपि वृष्ट य एतदित्यादि पूर्वत् इति तृतीयखण्डभाष्य चतुर्थखण्डः सर्वासोऽप्स पञ्चविदंसामुपासीतामेको यत्संप्लवते सहङ्करो यद्वर्षति स प्रस्तावो याः प्राच्यः स्यन्दन्ते स उद्गीतो याः प्रतीच्यः स प्रतिहर समुद्रोनिधनं सर्वासोऽप्सु पञ्चविदंसामुपासीत् वृष्टिपूर्वकत्वात् सर्वासाम् अपाम् आनन्तव्यं मेघो यत्संप्लवते एकीभावेन इतरेतरं घनीभवति मेघः यदा उन्नतः तदा सम्प्लवते इत्युच्यते तदा अपामारम्भः स इङ्कारः यद्वर्षति स प्रस्तावः आपः सर्वतो व्याप्तुं प्रस्तुतः याः प्राच्यः स्यन्दन्ते स उद्गीतः शैष्ट्यात् याः प्रतीच्यः स प्रतिहारः प्रतिशब्दसामान्य समुद्रो निधनं तन्निधनत्वात् अपाम् न अप्सुप्रैति अप्सुमान् भवति एतदेवं विद्वान् सर्वासप्सु पञ्चविंशामुपास्ते न अप्सुप्रैति नेच्छति चेत् अप्सुमाम् अम्मान् भवति फलम् इति चतुर्थखण्डभाष्यं पञ्चमः खण्डः ऋतुषु पञ्चविंशामुपासीतः वसन्तो हिङ्कारो ग्रीष्मः प्रस्थः वर्षा उद्गीतः शरत्प्रतिहारो हेमन्तो निधनं ऋतुषु पञ्चविंशामुपासीतः ऋतुव्यवस्थायाः यथोक्त अम्बुनिमित्तत्वात् आन्तर्यं वसन्तो हिङ्करः प्राथम्यत् ग्रीष्मः प्रस्तावः यवादिसङ्ग्रहः प्रस्तूयते हि प्रावृढर्थं वर्षा उद्गीतः प्राधान्यत् शरत्प्रतिहारः रोगिणां मृतानां च प्रतिहरणः हेमन्तो निधनं निवाते निधनातु प्राणिनः कल्पन्ते अस्मात् व्यार्थमान् भवति एतदिं विद्वान् ऋतुजं पञ्चविंशामुपास्ते फलं कल्पन्तेः ऋतुव्यवस्थानुरूपं भोग्यत्वेन अस्मै उपासकाय ऋतुवः ऋतुमान् आर्थवैः भोगैश्च सम्पन्नं भवति इत्यर्थः इति पञ्चमखण्डभाष्यं षष्ठः खण्डः पशुषु पञ्चविंशामुपासीत अजाहिङ्करो अवयः प्रस्तावो गावोद्गीतो अश्वः प्रतिहारः पुरुषो निधनं पशुषु पञ्चविंशामुपासीत् सम्यग् वृत्तेषु ऋतुषु पशव्यः कालः इति आनन्तर्यम् अजाहिङ्करः प्राधान्यत् प्राथम्यद्वत् अजः पशूनां प्रथमः इति श्रुते अवयः प्रस्तावः सहचर्यदर्शनात् अजावीनं गावः उद्गीतः श्रैष्ठ्यत् अश्वः प्रतिहारः प्रतिहरणात् पुरुषाण पुरुषो निधनं पुरुषाश्रयित्वात् पशूनः भवन्ति अस्य पशवः पशुमान् भवति एतदिं विद्वान् पशुषु पञ्चविंशामुपस्ते फलं भवन्ति अस्य पशवः पशुमान् भवति पशुफलैश्च भोगत्यागादिभिः युज्यते इत्युक्तः इति षष्ठखण्डभाष्यं सप्तमः खण्डः प्राणिषु पञ्चविधं परो वरीयः सामोपासीतः प्राणो हिङ्कारो वा प्रस्तवः चक्षु उद्गीतः श्रोत्रं प्रतिहारो मनो निधनं परो वरीयागं शिवायितानि प्राणिषु पञ्चविधं परो वरीयः सामोपासीतः परं परं वरीयस्त्वगुणवत् प्राणदृष्टिविशिष्टं सामोपासीतः इत्यर्थः प्राणो हिङ्कारः उत्तरोत्तरवरीयसां प्राथम्यत् वाक् प्रस्तावः वाचा हि प्रस्तूयते सर्वं वाग्वरीयसी प्राण अप्राप्तमेव उच्यते वाच प्राप्तस्यैव तु गन्धसि गणकः प्राणः चक्षुः उद्गीतः वाचो बहुतरविषयं प्रकाशति चक्षुः अतो वरीयो वाचः उद्गीतः श्रैष्ठ्य श्रोत्रं प्रतिहारः प्रतिहृतत्वात् वरीयः चक्षुषः सर्वतः श्रवणात् मनोनिधनम् मनसि निधीयन्ते पुरुषस्य भोग्यत्वेन सर्वेन्द्रियाहृतविषयः वरीयस्त्वं च श्रोत्रात् मनसः सर्वेन्द्रियविषयव्यापकत्व अतीन्द्रियविषयोऽपि मनसो गोचर एवेति यथोक्तहेतुभ्यः परोवरीयांसि प्राणादीनि वै एतानि परोवरीयोहस्य भवति परोवरीयसोऽहलोकं जेति एतदिं विद्वान् प्राणीषु पञ्चविधं परोवरीयः सामोपहस्थ इति तु पञ्चविधस्य एतदृष्ट्या विशिष्टं यः परोवरीयः सामोपहस्ते परोवरीयोः अस्य जीवनं भवति इति उक्तार्थम् इति तु पञ्चविधस्य साम्ना उपासनमुक्तमिति सप्तविधे वक्ष्यमाणविषये बुद्धिसमाधानार्थं निरपेक्षो हि पञ्चविधे वक्ष्यमाणे बुद्धिं समाधिष्यति इति सप्तमखण्डभाष्यम् अष्टमः खण्डः अथ सप्तमिदस्य वाचि सप्तविधं समुपासीत यत्किञ्च वाचोहम् इति स अहङ्कारो यत्प्रेति स प्रस्ताव यदीति स आदिः अथ अनन्तरं सप्तविधस्य समस्तस्य साम्ना उपासनं साधुविधम् आरभ्यते वाचि इति सप्तमी पूर्वत् वाग्दृष्टिविशिष्टं सप्तविधं समुपासित इत्यर्थः यत्किञ्च वाचः शब्दस्य हुम् इति यो विशेषः स हिङ्कारः हकारसामान्य यत् प्रेति शब्दरूपं स प्रस्तावः प्रसामान्य यत् आ इति स आदिः आकारसामान्य आदिः इति युवादित्वत् यदुदिति स उद्गीथो यत् प्रतीति स प्रतिहारो यदुपेति स उपद्रवो यन्नीति तन्निधनं यद् उत् इति स उद्गीतः उत्पूर्वत्वात् उद्गीतस्य यत् प्रतीति स प्रतिहारः प्रतिसामान्य यदुपेति स उपद्रवः उपोपक्रमत्वात् उपद्रवस्य यन्नीति तन्निधनं निशब्दसामान्य दुग्धे अस्मि वाग्दोहं यो वाचो दोहो अन्नवानन्नादो भवति य एतदिं विद्वान् वाचि सप्तविंशामुपास्ते दुग्धे अस्मि इत्यादि उक्तार्थम् इति अष्टमखण्डभाष्यम्।